अस्तु, कञ्चन लघु अभ्यासं कुर्मः. अग्रे इदानीं प्रभुः, प्रभुः महोदय, प्रभुः पुल्लिङ्गे अस्ति. प्रभु, प्रभु, प्रभवः, प्रभुं, प्रभु, प्रभून्, प्रभुना, प्रभुभ्यां, प्रभुभिः, प्रभुवे, प्रभुभ्यां, प्रभुवे, प्रभुभ्यां, प्रभुभ्य, प्रभोः, प्रभुभ्यां, प्रभुभ्य, प्रभोः, प्रभोः, प्रभूनां, प्रभूनां, प्रभूनां, प्रभौ, प्रभोः, प्रभुषु. हा, इति अस्ति, बहु सम्यक् अस्ति. अस्तु, अग्रे इदानीं स्नायुः, स्त्रिया, स्त्री, स्नायुः, स्नायु, स्नायवः, स्नायु, स्नायु, स्नायुः, स्नायवः, स्नायुभ्यां, स्नायुभिः, स्नायवे अथवा स्नायवे, स्नायुभ्यां, स्नायुभ्यः, पञ्चमे स्नायोः अथवा न, एकनिमिषम् अहं करोमि. स्नायवः पञ्चमे स्नायुभ्यां, स्नायुभ्यः, षष्टि स्नायोः अथवा स्नायवः, स्नायोः, स्नायूनां, सप्तमी स्नायवाम् अथवा स्नायौ, स्नायवोः, स्नायुषु. इति अस्ति, बहु सम्यक् अस्ति. लक्ष्मी भगिनि, युक्तिः, युक्तिः, युक्तिः, युक्तिः, युक्तयः, युक्तिं, युक्ति, युक्तिः, युक्त्या, युक्तिभ्यां, युक्तिभिः, युक्तयै अथवा युक्त्यै अथवा युक्तये, युक्तिभ्यां, युक्तिभ्यः, युक्त्याः, युक्तयोः, युक्त्याः नाम पञ्चमी अस्ति, तस्य द्वितीयरूपं युक्तोः, मुनेः, न, युक्ति पञ्चमी, युक्तेः, युक्तेः, युक्तेः, युक्तिभ्यां, युक्तिभ्यः, युक्त्याः, युक्तेः, युक्ति, युक्त्योः, युक्तिश, षष्टि भवत्, युक्तिषु, युक्तिषु, षष्टि खलु, षष्टि, सप्तमी, षष्टि बहुवचने, युक्तां, युक्तां, षष्टि बहुवचने, युक्तिषु, षष्टि, युक्तीनां, युक्तीनां, युक्तीनां, युक्तौ, नो नो, युक्तौ, युक्तौ अथवा युक् नो अथवा अथवा अस्ति युक्तौ, युक्तोः, युक्तौ अथवा युक्तौ युक्तां युक्त्यां यथा नदी नदी सप्तमी एकवचने नद्यां युक्तां ओ युक्त्यां युक्त्यां युक्तोः युक्तिषु बहुवचने किमस्ति नदीषु नदीषु बहु द्विवचने क्षम्यताम् द्विवचने युक्तोः युक्त्योः युक्त्योः युक्तिषु नदीषु षु The only time you heard sa was a little karanta. Yeah. Sriyan. Yuktishu. Yuktishu. Astu, sumagasti. Idanim. Drashtra. Drashtra. Drashtra. I don't know. Astu, tari bagini kankima? Drashtra. Drashtra. Drashta. Oh, drashta. Shemedam. Drashta. Drashta. Drashtaro. Drashtaraha. Drashta. Drashtaram. Drashtaro. Drash. Pudding. Drash. Drashta. So, drashtrun. Just. Drashtrun. Drashtrun. Drash tra Drash tra piam Drash tra piam Drash tra bihi Drash tre Drash tra piam Drash tra biaha Drash Drash tuhu Drash tra piam Drash tra biaha Drash tuhu द्रष्टोः द्रष्टृणां द्रष्टृणां द्रष्टरि द्रष्टोः द्रष्टृषु बहु सम्यक् अस्ति हन्तृ हन्ता हन्ता हन्तरौ तत्तु परिवारे कुटुम्बे पिता पितरौ पितरः किन्तु तद्विहाय यथा तस्मिन् करपत्रे कर्ता अस्ति खलु पिता पितृकर्तृ कर्तृ किमस्ति कर्ता कर्ता कर्तरौ कर्तौ कर्तारौ ओके आई ओन्ली नो पितृशब्दः पितृशब्दः अस्तु तर्हि एवं चेत् भ्रातृ इति वदतु भ्रातृ भ्राता भ्राता भ्रातरौ भ्रातरः भ्रातरं भ्रातरौ भ्रातृं भ्रात्रा भ्रातृभ्यां भ्रातृभिः भ्रात्रे भ्रातृभ्यां भ्रातृभ्यः भ्रातुः भ्रातृभ्यां भ्रातृभ्यः भ्रातुः षष्टि भ्रात्रोः भ्रातॄणां भ्रातरि भ्रात्रोः भ्रातृषु महाप्राणः अस्ति शब्दः भ्राता भ्रातरौ भ्रातरः बहु सम्यक् अस्ति वक्तृ वक्ता वक्तारौ वक्तारः वक्तारं वक्तारौ वक्तार वक्तृन् वक्तृन् वक्त्रा वक्ताभ्याम वक्त्र वक्तृभ्याम वक्तृभिः वक्त्रे वक्तृभ्याम वक्तृभ्यः वक्त्रे वक्तृभ्याम पंचमी वक्तृ वक्तृः वक्तुः वक्तुः वक्तृभ्याम वक्तृभ्यः वक्तुः वक्त्रो वक्त्रोः वक्त्रोः वक्तॄणां वक्तु वक्तॄणां वक्तॄणां वक् सप्तमी वक्तुः वक्त्रि वक्त्रि वक्तरि वक्तरि कर्तरि कर्तरि प्रयोगः कर्तरि श्रुतवान् कर्तरि कर्तृशब्दस्य सप्तमी एकवचने कर्तरि कर्तरि वक्तरि वक्त्रो वक्तृषु सम्यक् अस्ति अस्तु सङ्ख्यां कुर्मः एकवारम् एकम् द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः एकविंशतिः द्विविंशतिः द्वाविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट् त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिः चत्वारिंशत् एकचत्वारिंशत् द्वे चत्वारिंशत् द्विचत्वारिंशत् चतुश्चत्वारिंशत् चतुस् न न क्षम्यतां चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् अस्माकं भ्रमः न कदापि भवति यतोहि सामान्यसन्धिनियमः अस्ति भवती तु जानाति एव तत्र त्रिंशत् नाम विसर्गसन्धिः अस्ति त्रिंशत् विषये केवलं नाम सकारः आगच्छति एव अनन्तरं तकारः अस्ति चेत् कोऽपि भेदः नास्ति त्रयस्त्रिंशत् अनन्तरं चत्वारिंशत् इति विषये तत्र चकारः अस्ति तदाव्य तालविश चकारस्य प्रभावेन किं भवति पुनः वदतु प्रश्नः नाम सकारः आगच्छति चतुस् चतुस् इति आगच्छति किन्तु च अस्ति अतः कः सन्धिः श्रुतसन्धिः भवति एव यतोहि तालविचकारः अस्ति समीचीनं पुनः वदतु चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुर्पञ्चाशत् चतुःपञ्चाशत् पञ्चाशत् अत्र अस्मिन् विषये विशिष्टसूत्रं स्यात् पृथक्तया यतोहि तत्र सन्धिः विसर्गसन्धिः अस्ति अत्र विसर्गसन्धिः तत्र विसर्गस्य स्थाने दन्त्यसकारः आयाति डिफाल्ट् अस्ति दन्त्यसकारः अनन्तरं पकारस्य प्रभावेन वस्तुतः यत्र पकारः अस्ति सामान्यरीत्या पकारः अस्ति चेत् तत्र तथा न भवति नाम सकारः न आगच्छति तत्र अतः ब्रह्म अस्ति पकारः अस्ति चेत् विसर्गसन्धिः एव तिष्ठति, विसर्गः एव तिष्ठति. चतुः पञ्चाशत् इति सामान्यविसर्गसन्धिनियमः. किन्तु अस्ति चेत् चतुष्पञ्चाशत् तर्हि अस्याः सङ्ख्यायाः कृते पृथक्तया विशिष्टसूत्रं स्यात्, अहं द्रक्ष्यामि. नो चेत् सामान्यसन्धिनियमेन तथा न भविष्यति. सामान्यसन्धिनियमेन चतुः पञ्चाशत् वयं किं वदामः, चतुः अथवा न अत्र लिखितमस्ति चतुष्पञ्चाशत् इति भवतु. अहं तत्र सूत्रं द्रक्ष्यामि, अनन्तरं विशिष्टनियमः अस्ति चेत् अस्माकं ज्ञानं भविष्यति. यतोहि यथा उक्तं सन्धिः अत्र सन्धिः सम्भाषणे यत्र उदाहरणार्थं गुरुः पश्यति तत्र पकारः अस्ति, अथवा देवः पश्यति चतुः. गुरुः पश्यति तत्र विसर्गः एव तिष्ठति. गुरुष्पश्यति इति न भवति, गुरुः पश्यति. अतः अत्र चतुष्पञ्चाशत् इति तत्र विचित्रमस्ति. अस्तु अस्तु अग्रे षष्टिः, एकषष्टिः, द्विषष्टिः, त्रिषष्टिः, पञ्चषष्टिः, षट्षष्टिः, अष्टषष्टिः, सप्तषष्टिः, अष्टषष्टिः, नवषष्टिः, सप्ततिः, एकसप्ततिः, द्विसप्ततिः, त्रिसप्ततिः, चतुर्सप्ततिः, चतुस्सप्ततिः, पञ्चसप्ततिः, षट् सप्ततिः, सप्तसप्ततिः, अष्टसप्ततिः, नवसप्ततिः, अशीतिः, एकाशीतिः, द्वाशीतिः, त्र्यशीतिः, चतुरशीतिः, पञ्चाशीतिः, षडशीतिः, सप्ताशीतिः, अष्टाशीतिः, नवाशीतिः, नवतिः, एकनवतिः, नवतिः, द्विनवतिः, त्रिनवतिः, चतुर्नवतिः, पञ्चनवतिः, षण्णवतिः, सप्तनवतिः, अष्टनवतिः, नवनवतिः, शतम्. अस्तु, इति विषयः अस्ति. वैचित्र्यमस्ति चतुष्पञ्चाशत् अनन्तरं चतुष्षष्टिः. वस्तुतः षष्टिः चतुः प्लस् षष्टिः, तत्र विसर्गसन्धिः स्यात् चतुष्षष्टिः इति भवेत्. चतुष्षष्टिः इति सन्धिनियमम् अनुसृत्य भवेत्. अनन्तरं पञ्चाशत् चतुः पञ्चाशत् इति भवेत्, चतुष्पञ्चाशत् इति न स्यात्. अहं द्रक्ष्यामि किं किम् अस्ति तत्र विशिष्टं, किमपि स्यात्. अत्र सप्तमीविभक्ति इति विषयः अस्ति. तत्र पाठः आरभ्यते त्रिषष्टितमे पुटे. तत्र गृहपाठरूपेण पुटद्वयं दत्तमासीत्, रक्तवर्णस्य पञ्चषष्टि तमे तु पुटे पञ्च यत्र रक्तवर्णः अस्ति तत्र पठतु यथोदाहरणं पूर्यत अकारान्त पुल्लिङ्ग शब्दाः ग्रन्थः ग्रन्थे ग्रन्थयो ग्रन्थेषु देहः देहे देहयो देहेषु पुनः देहे देहयोः देहेषु जनः जने जनयोः जनेषु यज्ञः यज्ञे यज्ञोः यज्ञयोः यज्ञेषु कालः काले कालयोः कालेषु इकारान्तपुल्लिङ्गशब्दाः अग्निः अग्नौ अग्न्योः अग्निषु अत्र अस्माकम् अवधानं भवेत् सन्ध्या भगिनी अत्र उदाहरणार्थं यत्र अकारान्तशब्दः उपरि अकारान्तशब्दः यथा ग्रन्थः ग्रन्थयोः ग्रन्थ द्विवचने ग्रन्थयोः किन्तु अग्निशब्दः तत्र अ इति नास्ति खलु अग्न्योः यथा भवती उक्त यक्ति यक्त्योः यक् तत्र यकारः अस्ति इति मनसि स्यात् यक्त्योः यक्त्योः अग्न्योः अस्तु मुनिः मुन्नौ मुन्योः मुनिषु राशिः राशौ राश्योः राशिषु राशिः नाम अर्थः न जानामि कोऽपि जानाति वा सङ्ग्रहः सङ्ग्रहः अग्रे गिरिः गिरिः नाम पर्वतः पर्वतः एकवचने भवति एव सर्वेषु वचनेषु भवति यथा सर्वशब्दः सर्वशब्दः अपि त्रिषु वचनेषु भवति सर्वः सर्वौ सर्वे किन्तु राशि नदी शब्दस्य नद्यां राशि राश्याम् इति भवति वा स्त्रीलिङ्गे पुल्लिङ्ग अस्ति अहं चिन्तयामि राशि स्त्री ओ ओ न न पुल्लिङ्गशब्दः हिन्दीभाषायां ओ तथा अस्ति बहुत्र हिन्दीभाषायाः लिङ्गव्यवस्था बहु असमीचीना अस्ति तत्र संस्कृतमाधारेण नास्ति किमपि नास्ति यथा हिन्दीभाषायां द्वादशराशयः सन्ति ते पुल्लिङ्गाः सन्ति उदाहरणार्थं वदामि यथा सन्तान् हिन्दीभाषायां तस्य लिङ्गं किं स्त्रीलिङ्गशब्दः अस्ति तस्य न कोऽपि तर्कः स्त्रीलिङ्गशब्दः सन्तान् किमर्थं सन्तान् स्त्रीलिङ्गशब्दः स्यात् तत्र न कोऽपि तर्कः अस्ति संस्कृते पुल्लिङ्गशब्दः अस्ति सन्तानः इदानीं देवता देवता हिन्दीशब्द पुल्लिङ्गशब्दः अस्ति तादृश आकारान्तशब्द संस्कृते अवश्यं स्त्रीलिङ्गशब्दः अस्ति किन्तु द्वादश राशयः सन्ति ताः पुल्लिङ्गाः सन्ति अथवा स्त्रीलिङ्ग तत्तु द्रष्टव्यं मया न ज्ञायते राशिः किन्तु राशिः इति पुल्लिङ्गशब्दः अस्ति इति निश्चितमस्ति तत्र द्वादश एतत् सर्वं तु न ज्ञायते मया किन्तु तदनुसारेण न भवति भवता उक्तं न किं द्वादश राशयः सन्ति तत्र तेषां लिङ्गं किमिति भिन्नवार्ता अस्ति वस्तुतः भिन्नवार्ता अस्ति अस्तु अग्रे गिरौ गिर्योः गिरिषु अस्तु अग्रे भगिनि उकारान्तपुल्लिङ्गशब्दाः गुरुः कुरौ गुरोः गुरुवोहो गुरुषु असुहु असौ असुहु नाम जानाति वा अयं शब्दः न तादृश कश्चन अस्ति तत्र भिन्नम् अस्ति तत्र असौ इति तत्र सर्वनामशब्दः अस्ति वा सर्वनाम अस्ति वा ओ ओ एषः असौ अयम् एतत् सर्वं तत्र भिन्नम् अस्ति तत् भिन्नम् अस्ति तत्र असादिति असादिति सर्वनामशब्दः अस्ति सर्वनामशब्दः इत्युक्ते सर्वनाम सः सः तौ ते ओ ओ तथैव अयम् इति अपि अस्ति इदम् इदं शब्दः अस्ति इदम् अनन्तरं तत् शब्दः अस्ति तत् नाम पुल्लिङ्गे सः तौ ते इदं शब्दः अयम् इमो इमे इति अस्ति अनन्तरम् असद् शब्दः अस्ति तत् इदम् असद् असद् इति तृतीयसर्वनामशब्दः अस्ति किन्तु एतद् भिन्नम् अस्ति अयं शब्दः असुः नाम प्राणः असुः असौ असौ असौ ओ असुः अस्तु अस्तु असुः पुनः वदतु असुः असौ असोः पुनः असोः असोः स्वो वकारः अस्ति खलु गुर्वोः अस्वोः असुषु इषुः इषुः इषुः नाम बाणः बाणः नाम तिरः यत् अर्जुनः यत् गच्छति इषुः अग्रे इषुः इषौ इश्वोः इषुषु अग्रे बाहुः बाहौ बाहवोः नो या बाहवोः बाहुषु बाह्वोः इति वदतु बाह्वोः द्विवचने वोः बाहुषु बाहुः नाम एतत् बाहुः एतत् बाहुः ऋकारान्त पुल्लिङ्गशब्दाः कर्ता कर्तरि कर्त्रो कर्तृषु पिता पितरि पित्रोः पितृषु योद्धा योद्धरि योद्ध्रो योद्ध्रोः योद्धृषु धाता धातरि धात्रोः धातृषु आकारान्तस्त्रीलिङ्गशब्दाः सेना सेनायां सेनयोः सेनासु गीता गीतायां गीतयोः गीतासु अम्बा अम्बायाम् अम्बयोः अम्बासु इकारान्तस्त्रीलिङ्गशब्दाः श्रुतिः श्रुत्यां श्रुत्योः श्रुतिषु श्रुतिः नाम श्रुतिः वयं चिन्तयितुं शक्नुमः श्रुतिः नाम यः सरति यः गच्छति गमनं गमनतः सरति खलु सरति नाम गच्छति गमनम् इति अर्थः प्रवाहः धारा प्रवाहः गमनं यथा नद्याः श्रुतिः नद्याः यत् गमनमस्ति नद्याः It's root? No. Okay. Alishyamyatam. Pravaha nama flow, huh? So, lagu nadi? No, yakapi nadi. Yakapi nadi. Brahati nadi, lagui nadi, yakapi nadi. Tasyaha dhara nama flow. Dhara. Sruti. किन्तु श्रुतिः नाम सामान्यरूपेण गमनम् इति अर्थः गमनम् यत्र कुत्रापि गमनम् अस्ति तत्र परन्तु चल एतत् श्रुतिः गमनम् गतिः गतिः अपि तथा गत्यां गत्योः गतिषु किन्तु गतिशब्दस्य बहवः अर्थाः सन्ति प्रायः विंशति अर्थाः स्युः गतिशब्दस्य इकारान्त स्त्रीलिङ्गशब्दाः नदी नद्यां नद्योः नदीषु आवर्तिनी आवर्तिन्याम् आवर्तिन्योः आवर्तिनीषु अर्थः अस्ति वर्पू उकारान्तस्त्रीलिङ्गशब्दाः रज्जुः रज्ज्वां रज्वोः रज्ज्वां रज्ज्वां रज्वोः रज्जुषु धेनुः धेन्वां धेन्वोः धेनुषु इदानीम् एकवचने विकल्पः अस्ति इति वयं जानीमः खलु अथवा धेनौ रज्वाम् अथवा रज्जौ ऊकारान्त स्त्रीलिङ्गशब्दाः अत्र विकल्पः नास्ति वधूः वध्वां वध्वोः वधूषु छमूः छम्वां छम्वोः छमूषु छमूषु छमूः अल्पप्राणः अस्ति खलु अल्पप्राणः छमूः छमूः इत्युक्ते सेना ऋकारान्त स्त्रीलिङ्गशब्दः माता मातरी मात्रो मातरो द्विवचने मात्रोः मातॄणां सप्तमी मातृषु दातृशब्दः अस्ति दातृ अस्ति लैक् मातृ पितृ धातृ धातृ इति वा धातृ सिस्टर् शब्दः स्वसृ स्वसा स्वसार स्वसार अकारान्त नपुंसलिङ्गशब्दाः नपुंसकशब्दाः अकारान्त नपुंसकलिङ्गशब्दाः क्षेत्रं क्षेत्रे क्षेत्रं क्षेत्रे क्षेत्रयोः क्षेत्रेषु अयनम् अयने अयनयोः अयनेषु स्यन्दनं स्यन्दने स्यन्दनयोः स्यन्दनेषु शस्त्रं शस्त्रे शस्त्रयोः शस्त्रेषु एकारान्तनपुंसकलिङ्गशब्दाः एतद् वयं न कृतवन्तः तावता अस्मिन् सप्ताहे करिष्यामः Vari, Varini, Varinoho, Varishu. Atra, Vari itute jalam. Vari. Vari itute jalam. Napunsakalinga shabdaha, ikarantaha, ukaranta cha, napunsakalinga shabdaha, bhinnaha santi. Bhinnaha santi. Yatha ikaranta ukaranta pullinga shabdaha, srilinga shabdaha, tatha na. Yato hi tesham ante nakaraha arjati. Na. Pashatu. Vari varini. Atra anatvam asti. Kintu varini, varinoho, varishu. Atra agre vayam halanta shabdanam adhyayanam karishamaha. Halanta. Yasya ante hal varnaha, nama vyanjana varnaha, ante asti. Etavata swarvarnaha ante asan. Yatha dhenu shabda, ukaranta, deha shabda, akaranta. Itani sarit. Sarit nama? Sarit, janati ba? Sarit nama nadi. Sarit nadi sarit iti takaranta shabda hasti. Tasya ante takara hasti. Takara ha iti swaraha vyanjanam va? No, vyanjanam. Vyanjanam khalu. Tatra vyanjanam vayam vadamaha hal. Tasya nama asti hal. Tari halanta shabda hasti. Ajanta shabda ha nama swaraha ante yesham te. Etavata asmakam adhyayanam bhavati sma swarantana. Yesham ante swarahasti. Akaraha, ikaraha, ukaraha, rikaraha. Swaraha santi ante. Kintu idanim agre yesham ante halvarnasti. Udaharanartham vanik. Vanik, kakaraha. Tatra vastitaha vanij iti jakaranta shabda asti, ja. Anantaram dish iti shabda, ante shakara asti. Tesham rupani binani santi. Atra vari yatha nakara hagasati. Tasya shaili yatha halanta shabda nam shaili tatha asti. Shaili iktukte? Style. Vari vari ni vari noho asti bhagini vartu. Ikananta? Akshi. Akshini. Akshinoho. Akshishu. Akshnoho. Akshishu. Atra nakara agasati. Atra natvam asti. Nakara sthani natvam kim artham atra? Na na, bhavati vaktum shaknoti. Atra kim artham? Ha, kim artham na? Yatha vari shabda. Vari iti si vari ni kim artham asti? Ra asti. Ha, rekha asti. Rekha asti. Anantaram akshi? Sahayam karo diva? Murdanya shasti. Murdanya shakara hasti. Yatha, niyama hasti kalu, refaha atva murdanya shakara hasti. Yatha pushpam. Pushpam? Pushpani. Baho vachane, vadatu? Pushpani. Yatha hi tatra murdanya shakara hasti. Atra tatha. Astu mahadayagya. उकारांत नपुंसक लिंग शब्दः मधु मधुनि मधुनोः मधुसु अत्रापि पश्यतु नकारः अस्ति अग्रे जानु जानुनि जानुनोः जानुसु जानु नाम नि अग्रे स्मृशु स्मृश स्मश्रुः स्मश्रुः अश्रुनोः अश्रुनुः अश्रुषु अस्तु अग्रे अग्रे हा आवरणे विद्यमानस्य शब्दस्य सप्तमी विभक्तिरूपेण रिक्तस्थानानि पूर्यत ब्रह्मसरोवरः कुरुक्षेत्रम् अस्ति कुरुक्षेत्रे अत्र आवरणे विद्यमानस्य शब्दस्य एतत् सर्वम् अवगच्छति वा आवरणे आवरणं जानाति वा आवरणम् एतत् आवरणम् अस्ति आवरणे विद्यमानस्य विद्यमान विद्यते नाम अस्ति विद्यते वर्तते विद्यते अस्ति समानम् तर्हि विद्यमानः यत् नाम यत् अस्ति विद्यमानस्य इति विशेषणम् अस्ति कस्य शब्दस्य आवरणे यः शब्दः अस्ति इति अर्थः आवरणे यः शब्दः अस्ति तस्य विद्यमानस्य पुनः पठतु आवरणे विद्यमानस्य शब्दस्य यथा कुरुक्षेत्रम् इत्यस्य सप्तमीविभक्तिरूपेण रिक्तस्थानानि पूर्यत इदानीं स्पष्टमस्ति वा नर्तकाः मञ्चः नृत्यन्ति मञ्चकाः मञ्चे नृत्यन्ति गङ्गोत्री हिमगिरिः अस्ति गङ्गोत्री हिमगिरौ अस्ति नीतिकथाः पुराणानि सन्ति नीतिकथाः पुराणेषु सन्ति नीतिकथादि अवगच्छति वा नीतिः नाम समाजे यः निर्देशः अस्ति कीदृशव्यवहारः अपेक्षितः अस्ति समाजे कीदृशव्यवहारः अस्ति नाम चौर्यं मा भवतु नीतिः नैतिकता वयं वदामः नियमाः समाजे ये नाम नियमाः सन्ति अस्माकं व्यवहारः समाजे कीदृशव्यवहारः भवेत् व्यवहारः अस्माकं समाजे कीदृशव्यवहारः किं कर्तव्यं किं न कर्तव्यं नीतिः किं न कर्तव्यं किं कर्तव्यं किं न कर्तव्यं सर्वं नाम माता वदति यदा बहिः गच्छति पुत्र तत्र चौर्यं मा करोतु इति नीतिः अस्ति. सम्यक् रूपेण व्यवहारः, अस्माकं व्यवहारः नाम बिहेवियर्, व्यवहारः भवेत् इति नीतिः. पुराणग्रन्थः इति श्रुतवती खलु, पुराणः अत्र लिखितमस्ति. पुराण न श्रुतवती कदापि? पुराण पुराणग्रन्थः ग्रन्थः अस्ति खलु, कथाः सन्ति खलु, कथाः कीदृशकथाः? नीतिकथाः. तेषां सन्देशः भवति, सन्देशः तेषां शिक्षा अस्ति. नीतिकथाः शिक्षा अस्ति. अस्तु अग्रे. हंसाः, तडागः तरन्ति. हंसाः तडागशु. वचनं किम्? वचनम् एकवचनं. हंसाः हंसाः तडागे तरन्ति. तडागं न जानाति वा? सरोवरः. सरोवरं जानाति वा? तडागः नाम सरोवरः. सरोवरः अश्वाः युद्धभूमिः धावन्ति. अश्वाः युद्धभूम्यां धावन्ति. यत्र हि स्त्रीलिङ्गशब्दः अस्ति किन्तु विकल्पः अस्ति. युद्धभूमौ युद्धभूमौ अथवा युद्धभूम्याम्. सिंहः गुहाः वसन्ति. गुहाः स्त्रीलिङ्ग. सिंहः गुहायां. किन्तु वचनं किम्? ओ ओ गुहासु वसन्ति. गुहा इति जानाति वा? पर्वते भवन्ति. यत्र सिंहाः वसन्ति पर्वतेषु, नाम प्रकोष्ठः भवति, स्वाभाविकप्रकोष्ठः यत्र पर्वतेषु भवन्ति खलु, तत्र गुहा इति वदन्ति. लायन्स् डेन् इति केव् इति अर्थः. वृक्षायुर्वेदः. आयुर्वेदः अस्ति खलु, वृक्षप्लसायुर्वेदः, वृक्षायुर्वेदः. वृक्षायुर्वेदः अग्निपुराणम् अस्ति. वृक्षायुर्वेदः अग्निपुराणे अस्ति. कृषकाः केदाराः बीजानि वपन्ति. कृषकाः केदारेषु बीजानि वपन्ति. केदारः इति अवगच्छति वा? केदारः यत्र वापनं भवति, नाम यत्र कृषकः जानाति वा? कृषकः यः कृषिकार्यं करोति, नाम उदाहरणार्थं शाकः अस्ति, ओदनम् अस्ति, एतत् सर्वं कुतः आगच्छति? कुतः आगच्छति? तत्र कुत्रचित् भूमिः अस्ति खलु, तत् केदारः अस्ति. अपि च यः कार्यं करोति तत्र सः कृषकः. कृषिः इति वदामः, यथा वदामः कृषिप्रधानदेशः भारतदेशः. कृषिप्रधानदेशः अस्ति, प्रमुख उद्योगः अस्ति कृषिः. agriculture. Phalani jale nipatanti. Patanti. शुकना सोपदेशः कादम्बरी अस्ति. शुकना सोपदेशः कादम्बर्याम् अस्ति. पक्षिणः नीडानि निवसन्ति. पक्षिणः नीडेषु निवसन्ति. सैनिकस्य जानुनी केवलं जानु इति वदतु, येन सर्वे श्रोतुं शक्नुवन्ति. सैनिकस्य जानु व्रणः अभवत्. सैनिकस्य जानुनी व्रणः अभवत्. बहु समीचीनमस्ति. जानुवति नपुंसकलिङ्गे शब्दः अस्ति. व्रणः क्षतिः नाम सः पातितवान्, किमपि अभवत्, रक्तस्रावः अस्ति, रक्तः आगतः अस्ति. रक्तः आगच्छति वा? आम्, रक्तः बहिः गच्छति. बहिः गच्छति इति इति व्रणः अस्ति. ब्लड् फ्लो न वूण्ड् इति व्रणः. जानु इति नि जानुः इति नास्ति. अत्र पश्यन्तु, नपुंसकलिङ्गे उकारान्त ईकारान्त च शब्दानां विसर्गः नास्ति. मधु, दधि, वारि, जानु अस्ति. जानुः इति नावल. विमानानि खं सञ्चरन्ति. विमानानि खमे न यथा फलं. नपुंसकलिङ्गशब्दः फलं. फलम् इति अस्य सप्तमे किं फलं? फले. खमे न फलं वदतु पुनः. फलम् इति अस्य फलं फले. खं खमे न पश्यतु भगिनि, फलमस्ति खलु फलं. फलं तत्र फले इत्यस्मिन् मकारः अस्ति. विमानानि खे सञ्चरन्ति. खम् इत्युक्ते आकाशः. सन्न्यासी देहः अभिमानं न करोति. सन्न्यासी देहे अभिमानं न करोति. सद् इति शब्दः देहः इति जानाति खलु. देह न शरीरं देह अन्यशब्दः शरीरं देह. अन्य कोऽपि शब्दः तनु अपि जानाति खलु. तनु देह शरीर तनुः देहः शरीरम् अभिमानं न करोति. सन्न्यासी देहे अभिमानं न करोति. अभिमानमिति जानाति वा? लज्जाति न. अभिमानं न करोति नाम सन्न्यासिनः कृते तत्र शरीरम् अहङ्कारस्य विषयः नास्ति. ओ क्षम्यताम्. नाम विनम्रता विनम्रता अस्ति खलु. वस्तुतः तथा नास्ति आधिक्येन, किन्तु तथा भवेत्, तथा स्यात्. तस्य मोहः नास्ति, मोहः न भवेत्, न भवेत्, भवति बहुत्र भवति किन्तु न भवेत्. सत् इति शब्दः षद्भावः सद्भावः प्रयोगम् अर्हति अर्हति अर्हति अर्हति नाम शक्नोति. हा, सद् इति शब्दः सद्भावे प्रयोगम् अर्हति. सद्भावे इत्यस्मिन् अर्थे सदपि भवति. सत् सत् सत् इति शब्दः सद्भावार्थे अपि प्रभवति, प्रवर्तते, प्रयोगः भवति सद्भावार्थे. सद्भावार्थे अपि सत् सत् शब्दः अपि प्रयुज्यते. अहं वाक्यं न जानामि, किमर्थं सप्तमी अस्ति तत्र? किमर्थं सद्भावे नाम सद्भावार्थे, सद्भाव अर्थे अर्थः तस्मिन् अर्थे इति सप्तमी. ओ ओ ओ ओ, सत् इति शब्दः प्रयोगम् अर्हति, कर्तुं शक्नोति. किन्तु वयस् वस्तुतः प्रयोगः अर्हति, प्रयोगम् इति न, प्रयोगः अर्हति, प्रयोगः प्रयोगः भवेत्. प्रयोगः भक्तौ अस्ति अर्हति इति कर्मकधातुः अस्ति, द्वितीयविभक्ति न स्यात्. अस्तु, भक्तः बुद्धिः शरणम् अन्विच्छति. भक्तः बुद्धौ शरणम् अन्विच्छति. पुनः रूपं किम्? बुद्धौ अथवा बुद्धौ स्त्रीलिङ्गशब्दः. बुद्धां यथा नदी, नद्यां बुद्ध्यां बुद्ध्यां. परमेश्वरः पृथिवी पुण्यः गन्धः. परमेश्वरः पृथिव्यां पुण्यः गन्धः. सत्यम्. अत्र अवधानं भवेत् यत् पृथिवी इत्यस्य रूपद्वयमस्ति, हिन्दीभाषायां रूपं भिन्नम् अस्ति खलु. पृथ्वी इति अपि संस्कृतेन भवति, पृथ्वी पृथिवी अपि अस्ति, पृथ्वी अपि अस्ति. यदि संसिद्धिः पुनः यतते, यतिः संसिद्धौ पुनः यतते. सत्यं, संसिद्धिः इति स्त्रीलिङ्गशब्दः. ओ, संसिद्धौ अथवा संसिद्ध्यां. त्वं शुचिः देशे आसनं स्थापय. त्वं शुचौ स्त्रीलिङ्ग अस्ति. वस्तुतः विशेषणमस्ति, विशेषणमस्ति, तस्य लिङ्गं नास्ति. यथा विशेष्यं विशेषणविशेषभावं वयं कृतवन्तः खलु विशेषणविशेषभावः एतावता कृतवन्तः खलु नाम उत्तमा बालिका उत्तमः बालकः विशेषणं तस्य रूपं भिन्नम् अस्ति विशेषम् अनुसारेण शुचिः किमर्थं किमर्थं भवत्याः प्रश्नः कः शुचिः इत्यस्य अर्थः विशेषण नास्ति विशेषमस्ति देश विशेषमस्ति देश देशः त्वं देशे आसनं स्थापय त्वम् आसनं देशे स्थापय स्थापयतु तर्हि देशः इति विशेषमस्ति शुचिः इति विशेषणं देश इत्यस्य लिङ्गं किं अतः किन्तु शुचिः अस्ति इकारान्त शुचौ त्वं शुचौ देशे आसनं स्थापय इति वार्ता अस्ति खलु नाम शुचिः इति यदि देशः इति पुल्लिङ्गशब्दः अतः स्त्रीलिङ्गशब्दः यदि अभविष्यत् तर्हि शुचिः अपि स्त्रीलिङ्गः अभविष्यत् शुचिः इति जानाति वा शुचिः शुचिः नाम नाम शुद्ध शुद्ध परिष्कृतः प्रक्षालितः अवगच्छति वा तत्र शुद्धः नाम वस्त्रं यदा वस्त्रं यदा एकवारं यदा वस्त्रम् अस्माकं प्रयुक्तः भवति तदा वयं जले स्थापयामः प्रक्षालयामः अनन्तरं शुद्धः भवति शुद्धवस्त्रं शुचिः अपि तथा कार्यकार्यव्यवस्थितिः शास्त्रम् एव प्रमाणम् कार्यकार्यव्यवस्थितौ शास्त्रम् एव प्रमाणम् तव बुद्धिः समाधिः अचला तिष्ठति समाधिः तस्मात् पूर्वं यत् वाक्यमासीत् वाक्यम् अवगतं वा वाक्यस्य अर्थः तस्य बुद्धिः कुत्र कार्याकार्यव्यवस्थितिः कार्याकार्यव्यवस्थितिः शास्त्रमेव प्रमाणं कार्याकार्यव्यवस्थितौ शास्त्रमेव प्रमाणमिति अवगच्छति वा कार्यमाकार्यं चार्याचर्यं चर्याचर्यं चर्याचर्य अचर्य चर्याचर्य कार्य अकार्य कार्याकार्य यत् कार्यमस्ति कार्यं वस्तुतः कार्यं नाम यत् कर्तव्यमस्ति तत् कार्यमस्ति कार्यं नाम यत् कर्तव्यमस्ति तत् कार्यमस्ति अतः कार्यं यत् अस्माभिः कर्तव्यमस्ति तत् कार्यमस्ति यत् न कर्तव्यमस्ति तत् अकार्यमस्ति तर्हि कार्यं प्लस् अकार्यं कार्य अकार्य कार्याकार्य समाजे कार्याकार्यव्यवस्थितिः शास्त्रे एव प्रमाणितमस्ति तर्हि शास्त्रमेव प्रमाणमस्ति कार्याकार्यव्यवस्थितौ नाम किं कर्तव्यं नीतिः किं कर्तव्यं किं न कर्तव्यम् इति शास्त्रे प्राप्यते अवगतम् अस्तु सन्ध्या भगिनी आगच्छति वा किञ्चित् नाम समाजे अस्माभिः किं कर्तव्यमस्ति किं न कर्तव्यमस्ति इति अत्र लिखितमस्ति यत् ये नियमाः निर्देशाः सन्ति ते शास्त्रे लभ्यन्ते शास्त्रे शास्त्रे किं कर्तव्यं किं न कर्तव्यम् इति लिखितमस्ति इति अत्र दत्तमस्ति कार्याकार्यं नाम what should be done and what should not be done do's and don'ts do's and don'ts कार्याकार्यं अग्रे तपः बुद्धिः समाधिः अचला तिष्ठति तिष्ठति समाधिः समाधौ समाधौ समाधौ अचला तिष्ठति अर्थः भवतः अचला अर्थः यत् न गच्छति न चलति अचला बुद्धिः स्त्रीलिङ्गशब्दः विशेषणमस्ति अचला बुद्धिः यदा समाधि इति स्थितिः अस्ति तस्यां दशायां बुद्धिः स्थिरा अस्ति अचला न गच्छति सामान्यतया मनः इतस्ततः गच्छति खलु मनः इतस्ततः सर्वदा गच्छति यथा वानरः अहं वदामि वानरम् अत्र भवतु इतस्ततः आगच्छतु सः शृणोति वानरः शृणोति न शृणोति खलु सर्वदा इतस्ततः गच्छति अत्र स्थातुं न इच्छति मनः अपि तथा किन्तु यदा समाधिः भवति तदा अचला भवति तत्रैव तिष्ठति तत्रैव तिष्ठति अचला पण्डितः ब्राह्मणः श्वपाकः गौः इति उच्चारणमस्ति गौः च समदर्शी भवति पण्डितः ब्राह्मणस्य ब्राह्मणे श्वपाके गवि च समदर्शी भवति सम्यक् अस्ति समदर्शी समानदर्शनं सर्वत्र ईश्वरः सर्वभूतानां हृदयेशः तिष्ठति ईश्वरः सर्वभूतानां हृदयेशे तिष्ठति दकारे दकारः खलु हृदयेशे दकारे दकारः अस्ति वा खलु हृदयेशे न यकारः नास्ति हृदयेशे हृदेशे इति हृदेशे तिष्ठति आपतयः वीरः धैर्यं न जहाति त्यजति आपत्तये वीरः न न आपत्तयः बहुवचने अस्ति कस्य इकारान्त पुल्लिङ्ग अथवा स्त्रीलिङ्गान्त इकारान्त पुल्लिङ्ग अथवा स्त्रीलिङ्ग थ अतः आपत्तये आपत्तिषु आपत्तिषु आपत्तिषु न आपत्तिषु आपत्तिषु आपत्तिः अस्ति आपत्तिः आपत्तिषु तकारद्वयम् अस्ति आपत्तिषु आपत्तिः आपत्तिः आपत्तिः आपत्तिः तकारद्वयं यथा तथा न वक्तव्यमस्ति किन्तु किञ्चित् स्थगनीयमस्ति तत्र किञ्चित् स्थगनीयमस्ति आपत्तिः आपत्तिषु आपत्तिषु आपत्तिषु आपत्तिषु आ आ आ आपत्तिषु आपत्तिषु धीरः धैर्यं न जाहति जहाति जहाति अवगच्छति वा आपत्तिः नाम यत्र कठिनसमयः अस्ति कठिनसमयः किमपि भवति बहु कठिनमस्ति तस्यां दशायां वीरः अवगच्छति वीरः वीरः ब्रेवरि यस्य अस्ति वीरः यस्य अस्ति यः वीरः सः धैर्यं न त्यजति तस्य भयं न भवति आपत्तिकालः इति वदामः आपत्तिषु चमूः भयं नास्ति चम्वां भयं नास्ति छितिः जलम् उद्भवति छितौ जलम् उद्भवति स्त्रीलिङ्गशब्दः छित्यां जलम् उद्भवति क्षितिः नाम भूमिः अर्जुनः तेजोराशिः विश्वरूपं पश्यति अर्जुनः तेजोराशौ विश्वरूपं पश्यति तेजः नाम प्रकाशः तेजः इति प्रकाशः अथवा अग्निः अग्निसमग्रः अग्निसङ्ग्रहः राशिः अस्तु अग्रे किञ्चित् समयः अस्ति अस्तु कोष्टकसहायेन यथोदाहरणं वाक्यानि वदत उदाहरणम् अश्रु नेत्रयोः अस्ति अश्रु नेत्रयोः अस्ति अवगतं वा नेत्रयोः इति वचनम् नेत्रद्वयमस्ति नेत्रयोः का विभक्तिः अस्ति सप्तमी अस्तु द्वितीयं करोतु कन्दुकानि स्यूतौ कन्दुकानि स्यूतौ सन्ति न अत्र स्यूतः इति शब्दः अस्ति खलु स्यूतः स्यूतौ इति अस्य का विभक्तिः अस्ति वचनं द्विवचनम् ओके सो कन्दुकानि अतः स्यूतौ स्यूतौ इत्यस्य प्रातिपदिकं किं मूलरूपं स्यूता स्यूता इति मूलरूपमस्ति अस्तु इदानीं तस्य इदानीं वचनं किम् अपेक्षितमस्ति स्यूतौ इत्यस्य वचनं किम् तर्हि स्यूतः इत्यस्य द्विवचनसप्तमीविभक्ति अन्तं रूपं किम् देव अस्ति किम् किमर्थं योः स्यूतोः अत्र न देव देवयोः देव देवयोः इति रूपमस्ति खलु देवयोः अकारात् शब्दः अस्ति स्यूत्योः न स्यूतो स्यूत्योः स्यूता स्यूतयोः कण्डुकानि स्यूतयोः सन्ति कङ्कणानि हस्तौ कङ्कणानि हस्तयोः सन्ति एषवः तुनीरे एषवः ईशुः अपि च तुनीरः तुनीरः इशुः ईशवः तुनीरयोः सन्ति कथाः इतिहासौ कथाः इतिहासयोः सन्ति अश्वाः अयने अश्वाः अयनयोः सन्ति योदारः योदारः सेने योद्धारः अकरन्त वा योदारः ओ रकरन्त योदारः योद्धारः योद्धारः सेनयोः सन्ति औषधं कूप्योः मूलरूपं किं कूपी इति अत्र वचनं किं द्विवचनं अत्र नास्ति तत्र अत्र अत्र स्यात् कथं नास्ति पादौ इति अस्य इति रूपं किं पादयोः नूपुरे पादयोः पादयोः पादः इति अस्ति द्वौ पादौ नूपुरे द्वयोः पादयोः स्तः इति अस्ति अस्तु किञ्चित् अग्रे यतौ धारणं वाक्यानि रचयत् किरयः सर्पः गिरिषु संचरति कन्दराः कन्दराः पुलिङ्ग् वा कन्दराः कन्दरेषु कन्दराः अर्थः वृक्षे किञ्चित् वृक्षे छेदः अस्ति कन्दरः अन्यशब्दः अपि अस्ति तदर्थं कन्दरः वृक्षे वृक्षस्य अधोभागे अत्र छेदः भवति कुत्रचित् नाम वृद्धवृक्षः वृद्धवृक्षः अस्ति पुरातनवृक्षः तत्र बहुवारं तत्र अधोभागे छेदः अस्ति यत्र पशवः वसन्ति वृक्षस्य अधोभागे अधोभागे तत्र मध्ये छेदः भवति वृक्षस्य शेड् मध्ये न न छेदः छेदः होल् होल् ओके अस्तु सर्पः गिरिषु सञ्चरन्ति सर्पः कन्दराः वसति कन्दराः इति बहुवचने अस्ति ओ कन्दरेषु एकः सर्पः बहवः नो बहुषु कन्दराषु न वसति एकस्मिन् कन्दरे एव वसति न एकः सर्पः अस्ति चेत् सर्पः बहवः सर्पाः सन्ति चेत् अत्र सञ्चरति इति इतस्ततः गच्छति ओ ओके ओ एवम् अस्तु सर्पः कन्दरेषु सञ्चरति नाम सर्क्युलेट्स् गच्छति रक्तः सञ्चरति शरीरे रक्तः सञ्चरति सर्पः गुल्मेषु सञ्चरति तथा अस्ति गुल्मः अवचति वा बुश् गुहाः सर्पः गुहासु सञ्चरति तरवः सर्पः तरुषु सञ्चरति सत्यं तरुः नाम वृक्षः लतासु सर्पः लतासु निद्रां करोति अस्तु बिलानि सर्पः बिलेषु सञ्चरति वल्मिकानि वल्मीकः नाम पिपीलिकः पिपीलिकः जानाति वा पिपीलिकः कीटः यः भोजनम् अस्माकं भोजनं रोचते किन्तु यः पिपीलिकः श्वेतवर्णः अस्ति अपि च काट् इति जानन्ति काठं खादति यद् गृहमस्ति तत्र वृक्षस्य वृक्षेण यत्र निर्मीयते ट्रमैट्स् न प्रायः भवती न जानीयात् वैद्यन्त इति वदामः ओके वैद्यन्त इति वदामः ट्रमैट् नास्ति अस्तु तथा अस्ति तत्र वमिकः तथा अस्ति खादति गृहं खादति अत्र वाल्मीकः इति पिपीलिकः तस्य अर्थद्वयमस्ति वस्तुतः वमीकः इति पपीलिकः अस्ति श्वेतवर्णः अपि च तस्य गृहम् अपि तथा नाम अस्ति तस्य गृहम् अपि तथा किन्तु कानि अस्ति काः नपुंसकलिङ्गे शब्दः गृहं नपुंसकलिङ्गे अस्ति कीटः पुल्लिङ्गे अस्ति अवगच्छामि वाल्मीकेषु सर्पः सञ्चरति तथा अस्ति सञ्चरभगिनी अन्तिमं शाखाः इत्युक्ते वृक्षस्य शाखः तत्र शाखः शाखा यत् खादामः तस्य नाम शाखः शाखः शाखा वृक्षः अस्ति तत्र शाखाः सन्ति शाखाः शाखाः सर्पः शाखासु सञ्चरति शाखासु इति वदतु अस्तु समयः जातः इदानीं शाखा पत्रं नास्ति न ब्राञ्च् अस्ति ब्राञ्च् अस्तु विरमाम इतः अग्रे सर्वनामपदानि सन्ति तानपि पश्यन्तु तानि सर्वनामपदानि तत् एतत् किं भवत् तत्र रूपाणि कानि इति पश्यन्तु एकवारम् अन्यच्च अस्मिन् सप्ताहे ईकारान्तानां तस्मिन् करपत्रे नपुंसकलिङ्गे ईकारान्तानाम् उकारान्तानां दधि वारि मधु वारि वारिणि वारीणि मधु मधुनि मधूनि इति रूपाणि सन्ति अस्तु करपत्रे अपि अस्ति तत् पश्यन्तु विरमामः नमस्कारः